नमस्सर्वेभ्यः. अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति सर्वेषां कृते स्वागतम्. प्रवर्तमानः विषयः अस्ति षष्ठीविभक्तिः. तं विषयं गीतासोपानस्य पुस्तकतः पठितवन्तः, कांश्चन अभ्यासान् अपि कृतवन्तः. विभक्तिवल्लर्याम् अवशिष्टाः अभ्यासाः सन्ति, अद्य तान् कुर्यामः. आदौ तु यथाकारः ध्येयमन्त्रः. विशालाक्षी भगिनी ध्येयमन्त्रं वदति किं? दृश्यते किल मम प्रस्तुतिः? विशालाक्षी भगिनी, मम ध्वनिः श्रूयते किम्? श्रूयते श्रूयते. कविता भगिनी, श्रीगुरुभ्यो नमः. अष्टौ गुणाः पुरुषं दीपयन्ति, प्रज्ञा च कौल्यं च दमश्रुतञ्च पराक्रमाश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च. भगिनी, तत्र पराक्रमाश्च इति अस्ति. पराक्रमाश्च चा इति वदनीयं, यतोहि तत्र अबहुभाषिता अस्ति, न तु बहुभाषिता. च वदामश्च च वदामश्च चेत् बहुभाषिता भवति. तत् अबहुभाषिता इति श्रोतव्यं. पराक्रमाश्च बहुभाषिता च, इस् इट् करेक्ट्? आम्, सत्यं. दानं यथाशक्ति कृतज्ञता च. यस्, अर्थं पठतु. एट् एट्रिब्यूट्स् कान्ट्रिब्यूट् टु अ पर्सन्स् रेडियन्स्. दे आर् इण्टेलिजेन्स्, बीङ्ग् बोर्न् इन् टु अ नोबल् फेमिलि, स्टडि, हार्ड् वर्क्, बीङ्ग् अ पर्सन् आफ़् लेस् वर्ड्स्, जेनरासिटि एस् पर् केपबिलिटि एण्ड् ग्राटिट्यूड्. तत्र ग्राटिट्यूड् ग्राटिट्यूड् इति तत्र संस्कृतस्य शब्दः कः? कृतज्ञता. अपि च अबहुभाषिता इत्युक्ते किम्? वन् हू डस् नाट् स्पीक् मच्. कौल्यम् इत्युक्ते किं? पुरुषं प्रज्ञा च कौल्यम्. नो, ऐ डोण्ट् नो. I don't know. कविता भगिनी साहाय्यं करोतु. आम्, सत्यं. तत्र नोबल् फेमिलि. तत्र दानं यथाशक्तिः इत्युक्ते किं? यथाशक्ति इत्युक्ते किम्? एस् मच् एस् वि केन्. वाट् किं? दान, द डूयिङ्ग् दान. अस्तु, अनेके धन्यवादः. धन्यवादः. गृहं गृहकार्यं कृतं किं केनापि? गृहकार्यं कृतं किं? न, न, न. भवती न कृतवती, विजयमहोदय अथवा कविता भगिनी? सेम् गृहकार्यं, लास्ट् वीक् वन्. आम्, परन्तु विभक्तिवल्लरीतः करणीयम् इति उक्तवती अहं. चिन्ता नास्ति, इदानीं कुर्मः. तत्र द्विपञ्चाशत्तमं पुटम् उद्घाटयन्तु. द्विपञ्चाशत् इत्युक्ते 52. गीतासोपानं नैव, विभक्तिवल्लरी. कविता भगिनी आरम्भं करोतु. तत्र यत् न कृतं तत् पठतु. अधो निर्दिष्टं कोष्टकं पठत. इदानीं प्रस्तुतिः मास्तु. कविता भगिनी आं भगिनि आं भगिनि आरम्भं करोतु आं भगिनि उदाहरण अध्यापकः तस्य प्रतिभां दृष्टवान् एतस्य प्रतिभां न दृष्टवान् तत् कृतवन्तः भगिनि तत् कृतवन्तः अधो निर्दिष्टं कोष्टकं पठत ततः अधो निर्दिष्टं कोष्टकं पठत षष्टिविभक्तियन्तानि रूपाणि षष्टिविभक्त्यन्तानि रूपाणि ईकारान्तः पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्गः हरेः हरीनां मतेः मतीनां दग्नः दग्नां दग्नां दध्नः दध्नः दधि इति प्रातिपदिकम् अस्ति दधि इत्युक्ते कर्ड् कर्ड् अच्छा अच्छा दग्नां दध्नः दध्नां दग्नः दग्नां उकारान्तः गुरोः गुरोः गुरुणां धेनोः धेनूनां मधुनः मधूनां विजयकुमार् महोदय भवान् म्यूट् मध्ये तिष्ठतु कृपया चिन्ता नास्ति पठ ऋकारान्तः पितुः पितॄणां मातुः मातॄणां ऋकारान्त कर्तृः कर्तॄणां कर्तॄणां कर्तॄणां त्रि तत्र ईकारः न श्रोतव्य ईकार तृ तृ इति हा अस्तु भगिनी तत्र पुंलिङ्गे ईकारान्तस्य शब्दस्य प्रातिपदिकं किम् हरि हरि उत्तमं स्त्रीलिङ्गे स्त्रीलिङ्गे मति मति नपुंसकलिङ्गे दधि दधि दधि दधि दधि अपि च तत्र द्विवचनं न दत्तमस्ति हरेः तत्र वचनं किं हरेः इत्यत्र एकवचनं हरीणां तत्र वचनं किं बहुवचनं द्विवचनं किं हरिशब्दस्य षष्टिविभक्तिः हर्योः मत्योः गुर्वोः तत्र दधि इति शब्दस्य द्विवचनं दध्नोः दध्नोः अहम् एवमेव अत्र विजयकुमार् महोदय पठतु धन्यवादः भगिनि तदेव पुनरेकवारम् अभ्यासस्य कृते आदो निर्दिष्टं कोष्टकं पठतः षष्टिविभक्त्यान्तानि रूपाणि इकारात् पुल्लिङ्गस्त्रीलिङ्गनपुंसलिङ्ग हरे हरिणां मते मतीनां विसर्गस्य उच्चारणम् आवश्यकम् हरेः हरीणां मतेः मतीनां दध्नः दध्नां उकारान्त गुरोः गुरूणां धेनोः धेनूनां मधुनः मधूनां ऋकारान्त पितुः पितॄणां मातुः मातॄणां ऋकारान्त कर्तृः कर्तॄणां कर्तॄणां तत्र कर्तृ इति पदस्य स्त्रीलिङ्गम् अपि नपुंसकलिङ्गे शब्दः नास्ति अस्तु तत्र गुरोः इति पदं तत्र लिङ्ग् वचनं किं गुरोः इस् एकवचनं एकवचनं तत्र प्रातिपदिकं किं गुरु गुरु उत्तमं धेनूनां तत्र वचनं किं बहुवचनं उत्तमं मधूनां तत्र वचनं किं बहुवचनं बहुवचनं तत्र द्विवचने वदतु गुरुः इति शब्दस्य द्विवचनं गुर्वोः उत्तमं धेनु इति शब्दस्य द्विवचनं धेनोः अहं धेनोः एकवचने अस्ति द्विवचने नैव नैव गुरु गुर्वोः धेनु धेन्वोः धेन्वोः धेन्वोः अपि च मधु इति शब्दस्य मधुनोः मधुनोः मधुनोः न भवति तत्र अस्तु मधुनोः एव भवनीयं मधुनोः क्षम्यताम् अस्तु धन्यवादः महोदय विशालाक्षी भगिनी पठतु अधोनिर्दिष्टं कोष्टकं पठत षष्टिविभक्त्यन्तानि रूपाणि इकारान्तः पुल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्गम् हरेः हरीणां मतेः मतीनां दध्नः दध्नाम् उकारान्तः गुरुः गुरुणां धेनोः धेनूनां मधुनः मधूनां ऋकारान्तः पितुः पितॄणां मातुः मातॄणां ऋकारान्तः कर्तुः कर्तॄणां भगिनी तत्र पितुः तत्र शब्दस्य वचनं किम् पितुः इति एकवचनं तत्र प्रातिपदिकं किं पिता नैव नैव प्रातिपदिकं किं पिता ऋकारान्तः अस्ति पितृ उत्तमं पितृ अपि च मातुः इति शब्दस्य प्रातिपदिकं किम् मातृ मातृ मातृः उत्तमं मातृ अपि च कर्तुः इति पदस्य प्रातिपदिकं किं कर्तृ कर्तृ तत्र कर्तॄणां तत्र वचनं किम् कर्तॄणां बहुवचनम् उत्तमं धन्यवादः विजयकुमार महोदय आरम्भं करोतु अग्रे सप्तमतमबिन्दुः अधो निर्दिष्टानां षष्टिविभक्तिरूपाणि लिखितः उदाहरणं कविः एकवचनं कवे बहुवचनं कवीनां कवेः कवेः कवीनाम् इदानीं करोतु अग्रे धृति स्त्रीलिङ्गे धृतेः उत्तमम् उत्तमम् अर्थं वदतु धृति इस् पृथिवी नो नैव नैव करेज् करेज् स्टेड्फास्ट्नेस् ओके दट् वे तरुः पुल्लिङ्गे तरोः तरूणाम् उत्तमं तत्र अर्थः कः ट्री उत्तमं. तर्हि तरोः तरोः तत्र अर्थः कः? तरोः इत्युक्ते किम्? तरोः एकवचनं. वन् ट्री तद् तरुः. तरोः इत्युक्ते किम्? षष्टिविभक्तिः अस्ति किल. तर्हि you want to know the meaning of taroho, na? Two trees. Naiva, naiva. Shashti vibhaktihi. Shashti vibhaktihi. Vishalakshi bhagini, sahayam karo tu. Of that tree. Of. Haan, of the tree. Shashti vibhakti of the tree. Of the tree. Possession, right? Of the tree. Yeah. Yeah. इदानीं तरूणाम् इत्युक्ते किं महोदय? धन्यवादः भगिनि. तरूणां नैव नैव. तरूणाम् इत्युक्ते किम्? मेनि ट्रीस् नैव तरवः. एतदेव अपेक्षितम्. अस्तु, अग्रिमं करोतु. दाता पुल्लिङ्गे. धातुः इट् विल् कम् लैक् कर्तृनाम् न दातॄणाम्. तत्र प्रातिपदिकं किम्? दातृः. दातृः नास्ति, दातृ तावदेव. अन्ते ऋकारान्तः अस्ति. अस्तु, धन्यवादः. कविता भगिनी करोतु अग्रिमम्. मीनिङ्ग् आफ् दाता भवती वदतु. दाता इत्युक्ते किम्? गिवर्. गिवर् त्वं दातारं तत्र अस्ति किल अस्माकं श्लोके. थेङ्क् यू. दाता इस् गिवर्. दातुः इस् आफ् द गिवर्. दातॄणाम् इस् आफ् द गिवर्. अस्तु, कविता भगिनी अग्रिमं करोतु. आं भगिनि. दुहिता दुहिता दुहिता स्त्रीलिङ्ग. दुहिता दुहितुः दुहितॄणाम्. उत्तमं, तत्र अर्थं वदतु. दुहिता कोऽपि जानाति किं? कोऽपि जानाति? दुहिता इत्युक्ते डाटर्. डाटर् डाटर्. तत्र प्रातिपदिकं किं भगिनि? वदतु. दुहितृ. दुहितृ दुहितृ. दुहितुः इत्युक्ते किं? दुहितुः इत्युक्ते किम् आङ्ग्लभाषा? उत्तमम् अग्रिमं करोतु. रज्जुः रज्जुः रज्जुः रज्जुः रज्जोः रज्जूनाम्. उत्तमं, रज्जुः इत्युक्ते किं? रोप. उत्तमम् उत्तमं भगिनि. तत्र द्विवचने रूपं वदतु. द्विवचने रज्जु रज्जयो रज्जयोः रज्वोः. गुरुः वत् अस्ति के सः रज् धेनुः धेनुः वत् अस्ति. तर्हि रज्वोः स्त्रीलिङ्गे अस्ति. अस्तु, अग्रिमं करोतु. अवधिः अवधिः अवधिः अवधेः अवधीनां. द्विवचने अवध्यो अवध्वोः. उत्तमं, हा हा, वो नास्ति, य अस्ति तत्र. अच्छा, अवधयोः. अवध्योः avadhi. Is it leave? Avadhi. Ha, it is interval. Interval, leave. That space, that way. Agre? Shalatuhu. तत्र अर्थः अहं दृष्टवती अन्रैप् फ्रूट् आफ् अ ट्री इति लिखितमस्ति. अन्रैप् फ्रूट् आफ् अ ट्री नट् नट् शलाटुः नट् शलाटुः नट्टु ट अस्ति तर्हि नट् यतः शलाटु तथा स्मरणीयम् इति मन्ये. शलाटु शलाटोः शला नैव शला टू नाम टु ऊकारान्त पुंलिङ्ग् शब्दः अस्ति. गुरु गुरुवत् शलाट्वोः द्विवचने शलाट्वोः. धन्यवादः भगिनि. विशालाक्षी भगिनी करोतु. प्रशस्ति एकवचनं प्रशस्तेः प्रशस्तीनाम्. उत्तमं. तत्र द्विवचने द्विवचने प्रशस्त्योः प्रशस्त्योः त्यो य य य त्यो प्रशस्त्योः हो करेक्ट. यो प्रशस्ति इस् दिस् सन्मान आर् वी शुड् टेल् रिवार्ड्. इट् इस् एक्चुली फेम्. यु केन् से अवार्ड् आल्सो. अवार्ड् रिवार्ड् सो इट् इस् फेम्. इट् हेस् मल्टिपल् मीनिङ्ग् सो यु केन् टेक् इट् ओके एस् पर् द कान्टेक्स्ट्. अग्रिमं निघण्टुः निघण्टोः. उत्तमं. निघण्टूनां निघण्टूनाम् उत्तमं. निघण्टूनाम् अर्थं जानाति किं? न न निघण्टु इत्युक्ते ग्लासरी ग्लासरी आफ् वर्ड्स् डिक्षनरि डिक्षनरि. अग्रिमं करोतु. भ्राता भ्रातुः भ्रातॄणां भ्रातॄणाम् उत्तमं. भ्रातॄणां द्विवचने द्विवचने भ्रातोः भ्रात्रोः भ्रात्रोः करेक्ट्. तत्र प्रातिपदिकं किं? भ्रातुः प्रातिपदिकं. भ्रातुः तु षष्टिविभक्ति एकवचने अस्ति. प्रातिपदिकं किं? भ्रातु. कविता भगिनी वदतु. भ्रातृ भ्रातृ त्री भ्रातृ ईकारः ईकारः न वदनीयः. भ्रातृ भ्रातृ उत्तमं. भ्रातृ धन्यवादः. कविता भगिनी अग्रिमं करोतु. आवरणे दत्तानां पदानां षष्टयते षष्टयन्तेन एकवचनं. भगिनी कथं भगिनी कथं पठनीयम् इत्युक्ते आङ्ग्लभाषायां वदामि. वेनेवर् देर् इस् अ जायिण्ट् संयुक्त अक्षरः वेन् देर् इस् अ जायिण्ट् ओवर् हियर् न एण्ड् त आर् टुगेदर् रैट् न एण्ड् त आर् टुगेदर् सो इट्स् नाट् possible to pronounce nyata like that. So the rule for pronunciation is that when it is like this and when the preceding one, that means the earlier one, the one which comes before it, is a rasva, then you join the half alphabet that is there of the following sanyukta akshara of the joint word to the previous one. So when you are reading this, you should read it as shashtyan षष्ट्यन्तेन Shashtyantena. If you read it as Shashtya and you take a pause, then it will be difficult to do the pronunciation. Uccharanam tada kathinah bhavati. Idanim patatu. Avarnena datanam padanam shashtyantena ekavachanarupena stulam purayat. Stulam asti kim tatra? स्थलं पूरयत तत्र पूरयत लकारः कः पूरयत लोट् लकारः उत्तमम् अर्थं वदतु प्रश्नस्य अर्थम् आवरेण दत्तानां पदानां द षष्ट्यन्तेन द वर्ड्स् विच् आर् गिवन् इन् द ब्राकेट्स् पदानां उत्तमं तत्र प्रश्ने तत्र षष्टिविभक्तौ पदाः पदानि सन्ति किम् षष्टिविभक्तौ नैव तत्र प्रश्ने आवरणे दत्तानां पदानां षष्ट्यन्तेन रूपेण रिक्तस्थलं पूरयत तर्हि तत्र षष्टिविभक्त्यौ शब्दः अस्ति किम् किमर्थं दत्तानां पदानां मतीनां हरीणां गुरूणां पितॄणां दत्तानां पदानां षष्टिविभक्त्यौ अस्ति सो आवरणे इन् द ब्राकेट्स् इन् द ब्राकेट्स् दत्तानां पदानाम् आफ् द वर्ड्स् दट् आर् गिवन् इन् द ब्राकेट्स् आफ् द गिवन् वर्ड्स् षष्ट्यन्तेन बाय् द सिक्स्त् विभक्ति रूपेण फार्म् रिक्तस्थलं पूरयत फिल् इन् द ब्लाङ्क्स् इदानीं पठतु उदाहरण मुनेः मुनिः आश्रमः श्रृङ्गपुरे अस्ति श्रीरङ्गपुरे अस्ति सो मुनिस् आश्रम इस् श्रीरङ्गपुर उत्तमम् इदानीं वदतु आं भगिनि नैव तत्र हा मुनेः अग्रिमं करो रघुपिता आगतः राघोः पिता आगतः राघोः किमर्थं रघु अस्ति किल तर्हि षष्टिविभक्तिः का गुरु तर्हि राघोः किमर्थं रघोः रघुः बिकम्स् रघोः रघो राघोः तत्र दोषः अस्ति रघो रघोः पिता आगतः वक्ता सम्माननं कृतम् हरि ओम् हरिः ओम् मम ध्वनिः श्रूयते किम् रघोः पिता रघोः पिता आगतः तत्र अर्थः कः उत्तमम् अग्रिमं करोतु वक्ता सम्माननं कृतं वक्तुः उत्तमम् हा तत्र सम्माननम् इति भवनीयं तत्र टङ्कनस्य दोषः अस्ति वास् रेस्पेक्टेड् और् वास् फेसिलिटेटेड् भगिनी तत्र तत्र वक्ता इति पदस्य प्रातिपदिकं किम्? उत्तमम् उत्तमं भगिनि, अग्रिमं करोतु. याता सहोदरः पलायितः. यातुः सहोदरः पलायितः. तत्र याता इत्युक्ते हस्बेण्ड्स् ब्रदर्स् वैफ्. याता हस्बेण्ड्स् ब्रदर्स् वैफ् देवरानी अथवा जेठानी. अर्थः वदतु वाक्यस्य. जेठानी ही ब्रॉट अप द सहोदर. नैव नैव, तत्र पलायितः. पलायितः इत्युक्ते पलायनं करणीयं, रन्निङ्ग् अवे. सो यातुः सहोदरः पलायितः. द जेठानीज़् आर् द देवरानी सहोदरः, देट् इस् ब्रदर्, रान् अवे, पलायितः, पलायनं कृतवान् इति. अस्तु, धन्यवादः भगिनि. एकं करोतु भगिनि, एकं करोतु अन्यत्, अग्रिमं करोतु. अवरणीयम् मधुनः माधुर्यम् आवर्णीयम्. अवर्णीयम्, अवर्णनीयम्, अवर्णनीयम्, अवर्णनीयम्. वर्णनीयम् इस् टु डिस्क्रैब्, इस् डिस्क्रिप्टिव्, इस् केन् बि डिस्क्रैब्ड्, केन् बि डिस्क्रैब्ड्. बट् अवर्णनीयम् इस् केनाट् बि डिस्क्रैब्ड्, अन्डिस्क्रैब्ड्. मधुनः ओवर् देर् इस् हनी. इन्डिस्क्रैबल् ओर् अन्डिस्क्रैबल्, वट् एवर्. अस्तु, धन्यवादः भगिनि. विजयकुमार महोदय करोतु. धन्यवादः भगिनि. प्रकृतिः आराधकः भवेम. भवेम, भवेम, प्रकृतेः उत्तम आराधकः भवेम. नेचर् आराधक मीन्स् वर्षिप्. लेट् अस् बि आराधका इस् लैक् वि डु आराधना, वर्षिप्. सो लैक् हौ वि डु आराधना दट् वे. सो आफ् नेचर् लेट् अस् बि वर्षिपर्स्. लेट् अस् बि वर्षिपर्स् आफ् नेचर्, आफ् मदर् नेचर् वी केन् सेव् ओवर् हियर्. अग्रिमं करोतु. कविः परिचयः कृतः. कवे परिचयः कृतः. कवेः, कवेः परिचयः कृतः. द पोएट् गेव् दि डिस्क्रिप्शन्. नो, वय परिचयः इस् इन्ट्रडक्षन्. सो आफ् द पोएट् कवेः, दिस् इस् द वे टु इण्टर्प्रिट् इट्. कवेः इस् आफ् द पोयट्, सिन्स् वि आर् टाकिङ्ग् अबौट् सिक्स् षष्ठी विभक्तिः. कवेः परिचयः कृतः, आफ् द पोयट् इन्ट्रडक्षन् वास् डन्. आफ् द पोयट् इन्ट्रडक्षन् वास् डन्. अग्रिमं करोतु. रज्जुः दैर्घ्यं रज्जुः दैर्घ्यं भवान् जानातु. इट् विल् बि रज्जोः दैर्घ्यं भवान् जानातु. दैर्घ्यं, दैर्घ्यं कम्स् फ्रोम् द वर्ड् दीर्घ. रज्जो फ्रोम् दीर्घ, सो दैर् जानातु. द रोप् गिव् दि स्ट्रेन्थ्. नै, तत्र धैर्यं नास्ति, दैर्घ्यं, देट् मीन्स् दीर्घम्. अण्डर्स्टाण्ड् द लेन्थ् आफ् द रोप्. भवान् जानातु, जानातु इत्युक्ते लोट् लकारे अस्ति. सो भवान्, यू, जानातु, अण्डर्स्टाण्ड् वाट् द रोप्स् आफ् द रोप्, देट् मीन्स् द लेन्थ् आफ् द रोप्. अण्डर्स्टाण्ड् द लेन्थ् आफ् द रोप्. ओवर् हियर् यु केन् टेक् इट् एस् मेजर्. You'll understand only after you measure. अस्तु धन्यवादः महोदय. विशालाक्षी भगिनी करोतु. रूढिः उल्लङ्घन खेदाय भवेत्. उल्लङ्घनं खेदाय भवेत्. रूढेः उत्तमम्. उल्लङ्घनं खेदाय भवेत्. Discipline. Rudy is the discipline. So, Ullanganam is not following. So yeah, breaking. Following. Kheda is sorry. Bhavet. So breaking ullanganam. The breaking of the discipline may lead to sadness. May lead to sadness. Okay. So breaking and rudhi, you can take it as tradition, customary also. It could lead to regret and to sadness. Okay. Jantuh nashah karaniyah. Tyoho kimartham? Jantuh it is, no? Ekavachane kim asti? Guruho. Jantoh. Okay. Jantoh nashah karaniyah. Karaniyah. Yeah, we should destroy the destroying of the germs should be done, Anta. Uttamam. Yeah. Abhiruchihi avagamanam avashyakam. Abhiruchoho kimartham tatra ruchihi asti ikaranta ruchihi स्त्रीलिङ्गशब्द मतेः रुचेः अभिरुचेः अवगमनम् आवश्यकम्. अभिरुचि वाट् विल् यु से इस् इण्ट्रेस्ट् मीनिङ्ग् इण्ट्रेस्ट् नोयिङ्ग् वाट् वन् इस् इण्ट्रेस्टेड् इन् इस् इम्पार्टेण्ट् नेसेसरी. सो द इण्ट्रेस्ट् आफ् वन् वी शुड् नो आफ् शुड् कम् आफ् शुड् कम् Yeah. So of interest of one person, understanding, you can put it like that. Understanding of one's own interest should be, is important. Okay. Agrimam prashnam patat. Avarane dattanam padanam shashti bahu vachanantena rupena riktasthanani purayata. Bhagini tatra. तत्र षष्टिविभक्तौ पदाः शब्दाः सन्ति किं प्रश्ने? दत्तानां पदानाम्. उत्तमम्. अग्रिमं करोतु. उदाहरण सः राशीनां ब्राकेट्स् राशिः गणानां कृतवान्. गणनां कृतवान्. He did the counting of the rashis. Of the rashis. Over there, rashis is of the heap, actually, heap. And rashi could also mean of the heap, H-E-A-P. Or it could also mean graha, that is star, That is what I thought. Okay. Yeah, you can take both ways. A heap of things also you can say. He did the counting how, of heat, the heap. How can he count the heat? Heap, bhagini, H-E-A-P. Heap, H-E-A-P. Okay, I heard T. Okay, so thank you. Yeah, heap, okay. Idanim, karotu. Nalini pratikritihi vitaranam krutavati. नलिनी प्रतिकृतेः नो वट् दे वाण्ट् द षष्टि बहुवचने ओके प्रति नलिनी बहुवचनं नाम प्रतिकृतिः इत्युक्ते ज़ेरोक्स् इमेजेस् ज़ेरोक्स् फोटोकापि वितरणं मीन्स् डिस्ट्रिब्यूशन् इदानीं नलिनी डिड् द डिस्ट्रिब्यूशन् आफ् द ज़ेरोक्स् उत्तमं ज़ेरोक्स् कापि छदिः उपरि शुष्ककाष्ठानि सन्ति वाट् इस् छदिः ऐ डोण्ट् नो छदिः इस् रूफ् टाप् लैक् देट् बाल्कनी रूफ् टाप् ओ रूफ् टाप् शुष्ककाष्ठानि मीन्स् ड्रै kashta is those wood sticks etc no yeah those yeah okay tulsi kashta ke jaisa yeah tulsi kashta dried twigs yeah santi chadihi they want the bahuvachana छदीनाम् उपरि मीन्स् टाप् आन् अप् टाप् पाट्या टाप् पाट्या अपान् ओके यदा उपरि इति शब्दस्य उपयोगं कुर्मः तदा षष्टिविभक्तिः आवश्यकी ओके ओके सो शी ड्रैड् द twigs no she didn't on the dry. Top part she, of the she is not there over there she is not there she is not there upon but, no no shushka upon the santi okay, they okay. are there are twigs where upon there the are twigs roof. On top of the rooftop yeah roof on the rooftop on the rooftop off does not come there alva off does not come that is why I said whenever you use upari then on the top of the chadi okay thank you dhanyawad vijay kumar mahoday agrimam karotu aam bhagini ashrame पलाण्डुः इट्स् ओके यस् आश्रमे पलाण्डुः उपयोगः निषिद्धम् अस्ति निषिद्धः अस्ति सो आश्रमे पलाण्डूनाम् उत्तमम् उपयोगः निषिद्धम् अस्ति निषिद्धः निषिद्धः अस्ति उपयोगः निषिद्धः अस्ति पलाण्डुः इस् आनियन् ओके इन् दि आश्रम यूस् आफ् आनियन् इस् प्रोहिबिटेड् उत्तमम् अग्रिमम् पशुः रक्षणं अस्माकं कर्तव्यमस्ति पशूनां रक्षणं अस्माकं कर्तव्यम् अस्ति प्रोडक्शन् एनिमल् इस् ए ड्यूटि आफ् अवर्स् उत्तमं तत्र पशूनां तु षष्टिविभक्तौ अस्ति अन्यत् पदम् अस्ति किं षष्टिविभक्तौ पशूनां हा परन्तु तत्र पशूनां रक्षणम् अस्माकं कर्तव्यं रक्षणम् इति षष्टिविभक्ति रक्षणं षष्ठीविभक्ति अस्ति किम्? रक्षाणां नै तत्त्व रक्षणम् अस्माकं कर्तव्यम् अस्ति. वी शुड् इट् इस् द ड्यूटि, इट् इस् अवर् ड्यूटि टु प्रोटेक्ट् द एनिमल्. द प्रोटेक्षन् आफ् एनिमल्. तत्र वाक्ये इन् इन् दट् सेण्टेन्स् अन्यत् पदम् अस्ति किं षष्टिविभक्तौ? इस् देर् एनी अदर् वर्ड् विच् इस् इन् षष्टिविभक्तिः? रक्षणम् इस् प्रोटेक्षन्, सो देर् इस् नो षष्टिविभक्तिः. अस्माकम् उत्तमं, तदेव अपेक्षितम्. अग्रिमम् अस्तु, परन्तु संस्कृते एव वदनीयम् इत्युक्ते अहम् आङ्ग्लभाषायां न उक्तवती. मेलनं मङ्गलूरुनगरे प्राचलत्. मातृणाम् उत्तमं मेलनं मङ्गलूरुनगरे प्राचलत्. इन् आर्डर् टु मीट् मदर् मङ्गलूरि नैव एवं कुर्मः. मातॄणाम् इत्युक्ते किम् आङ्ग्लभाषायां? मातॄणां मदर्स्. हा, आफ् मदर्स्, आफ् मदर्स्. मेलनम् इत्युक्ते किम्? टु मीट्, नाट् टु मीट्, मीटिङ्ग्. टु मीट् वुड् हेव् बिकम् मेलितुं, सो मीटिङ्ग्. मीटिङ्ग् आफ् मदर्स् मङ्गलूरुनगरे इत्युक्ते किम्? मङ्गलूरुनगरे इत्युक्ते किम्? इन् द सिटि. सो of the mothers, the meeting happened in the city. Prachalat, prachalat is praachalat, it is the lang lakara, so prachalat, it happened. Okay. It okay. Happened. Astu, dhanyavad mahode. Dhanyavad. Kavita bhagini karutu. Hari Om. Kavita bhagini karutu. कार्यकर्ता कार्यकर्ता आवश्यकता अधिका आवश्यकता आवश्यकता व एंड शर शुड बी टेकन टुगेदर सो आवश्यकता आवश्यकता अधिका वर्तते. सो कार्यकर्तृणां आवश्यकता अधिका वर्तते. कार्यकर्ता द नीड् आफ् द वर्कर्स् इस् उत्तमं वर्तते वर्तते इस् देर् इस् देर् करेक्ट्लि यु हव् इण्टर्प्रिटेड् इट् सम्यक् एव उक्तवती. अग्रिमं शिशुः मुग्धवदनेभ्यः वचनेभ्यः वचनेभ्यः मातरः सन्तुष्टाः जाताः. शिशूनां उत्तमं वचनेभ्यः माताः सन्तुष्टाः जाताः. बै द मुग्ध वचनेभ्यः बै मुग्ध कण्ड्यूसिव् more than conducive, more than mugdha means mugdha is freely, even in Hindi you tell, no, mugdha free, by the free and innocent talk you can tell, by the free and innocent talk. Parantu samyak eva. Kshamyata? Mantra mugdha they say, na, that is different. That is different. That freely, that free talk, mantra mugdha also they tell for this one, no, opening up the throat like that. Iti aham manye. I think it is that way. I have not heard mantra mugdha before, but I am interpreting it that way because when you tell mantras, you have to open your throat fully, right? When you tell mantras, when you are singing and all, it has to be free, free flow they say, no, like that. That's right. So mugdha vachanebhyo vaya is by the by the innocent talk, you can say. Mug, the innocent and free. Children tell whatever is there in their mind, no? Is it free mind, like that. Agree. Mothers are happy. Matarah, tatra mata. I think mantra mugda means awed. To be very, like that, that is the meaning. When somebody is talking here, you are so in, that's what I felt. Pashyamah, mantra mugdha kim ikite. Bhagini, context kim tatra, sandharbah kaha? Bhavati? Somewhere I read, so. Astu, chinta nasti, pashyamah, mantra mugdha. Astu. Data. विजयकुमार महोदय म्यूट् मध्ये तिष्ठतु कृपया, तत्र प्रतिध्वनिः अस्ति. वदतु भगिनि. दातॄणाम् आवलीं गणेशः सज्जीकृतवान्. सज्जीकृतवान्. अच्छा, सज्जीकृतवान् दातॄणां. द गिवर् आवली आफ् द गिवर् आवलीम् इस् लिस्ट्. आवली इस् लिस्ट्. आवलीम् ओवर् देर् इस् द्वितीया विभक्तिः, कर्मपदमस्ति. So, Ganeshah Sajjikritavan. Sajjikritavan is, he made it ready. What did Ganesh do? Ganesh is some person whose name is Ganesh. Ganeshah Datrunam Avalim Sajjikritavan. He made the list of donors ready. Oh, achha. Datrunam. He made the list of donors ready. Astu. षष्ठी विभक्तेः पठनं समाप्तम्. तत्र इदानीं गीतासोपानस्य तत्र द्वयत्रिंशत् पदं पुटम् उद्घाटयन्तु. विशालाक्षी भगिनी आरम्भं करोतु पठनं. 32 गीतासोपानस्य पृष्ठतस्ति. अथ पृष्ठतस्ति उच्चै पठत. अथ इत्युक्ते किम्? अथ इत्युक्ते किम्? नौ नौ इट् इस् मीन्स् यस् नौ नौ गोयिङ्ग् फार्वर्ड् या पृष्ठतस्ति. पृष्ठतः ते. ऐ एम् नौ बिहैण्ड् यू. बिहैण्ड् यू लैक् दट्. पृष्ठः पृष्ठतः फ्रोम् बिहैण्ड् यू एक्चुलि. ओके, अस्तु, अग्रिमं पठतु. उच्चैः पठत. पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः. उच्चैः इत्युक्ते किम्? उच्चैः लौड्. रीड् लौड्लि. हा, रीड् लौड्लि. पठत पठत इति शब्दस्य अर्थः कः? दट् इस् रीड्. कीदृशं पदं? पठ. पठ इति धातोः लोट्लकारः. लोट्लकारः. अस्तु. पुरतः. पुरतः इत्युक्ते इन् फ्रण्ट् आफ्. पृष्ठतः बिहैण्ड्. वामतः लेफ्ट्. दक्षिणतः राइट्. उपरि अबौ. अधः बिलो. अन्तः इन्सैड्. इदानीं भवती वदतु. inside, not end, no? No. Naha, naiva. It is the meaning. Okay. Atra, okay. End nasti. Gotcha. Okay. I'll read? Aam. But adav artham vadatu. Puratah ityukte kim? Puratah in front of. Prushtatah behind. Vamatah left. Dakshinatah right. Upari above. Adah below. Antah inside. Idani patat. Yogi shuchau deshe asanam pratishthapayati. तत्र भगवद्गीतायाः षष्ठे अध्याये तत्र आत्मसंयमयोगः अस्ति. तत्र योगी कथं संयमं करोति, कथं ध्यानं करोति इति लिखितमस्ति. अच्छा. इदानीं योगी शुचौ देशे आसनं प्रतिष्ठापयति. भगिनी अर्थं वदतु, प्रयत्नं करोतु. योगी वाण्ट् बी टु टेल् इट् इन् द प्रेसेण्ट् टेन्स् पास्ट् टेन्स् आसनं प्रतिष्ठापयति. हि केप्ट् हिस् आसनं इन् अ क्लीन् प्लेस्. ओके. लट् लकारे अस्ति. इन् अ क्लीन् प्लेस् प्रतिष्ठापयति. आसनं इस् अ सीट्. Seat, yeah. He keeps his seat in a clean place. Agrimam karotu, agrimam patatu. Tat asanam na atyunnatam na va atinicham bhavati. That seat is not very high or not very low. Uttamam. Never, yeah. अग्रिमम्. तस्य उपरि योगी कुशान् प्रसारयति. अबौ देट् द योगी कुशान् इस् ग्रास् नो स्प्रेड्स् द ग्रास् दर्भे आन् देट् सीट्. अस्तु. तस्य कुशान् इत्युक्ते आसनं. देट् आन् देट् आसनं, या. ओके. धन्यवादः. धन्यवादः. अग्रिमं कविता भगिनी पठतु. आं भगिनि. कुशान् उपरि कृष्ण कुशानाम् उपरि कृष्णजिनं स्थापयते. स्थापयति. तत्र तेन वदनीयं. आत्मनेपदी पदं नास्ति. कुशानाम् उपरि on above the kusha krishna jinam is leopard skin. Leopard or antelope, they have written deer skin, we can call it, because the yogis, they use deer skin, no? So tatra shabdakoshe pashyamas chet tatra skin of a black antelope इति लिखितमस्ति. अहं मन्ये तत्र डियर् स्किन् अस्ति इति. सो कुशानाम् उपरि कृष्णजिनं स्थापयति. कुशा के उपर ये एंटीलोप स्किन प्लेस करते हैं. अग्रे अग्रे ततोपरि वस्त्रं स्थापयति. ऑन अबाउट दैट ही प्लेसेस अ वस्त्रं. इदानीं वस्त्रस्य अधः कृष्णजिनीं तस्य अधः कुशाः च भवन्ति. नौ इदानीं वस्त्रस्य अधः नीचे. सो नौ बिलो द वस्त्रं देर् इस् द एण्टिलोप्स् डियर् स्किन्. तस्य अधः बिलो दट् डियर् स्किन् there is kushaha grass devas. Uttamam. Dhanyavadah. Vijay Kumar mahoday patatu. Cha bhavati cha bhavanti vo to abhi yogi तस्मिन् आसने उपविशति. योगी सिट् ऑन दट आसन. आसनम् उत्तमम्. तस्मिन् आसने सप्तमी विभक्ति. सः दिशः न अवलोकते. सः दिश मीन्स् आल् दि दिश मीन्स् सः दिश मीन्स् सः इस् हू. सः इत्युक्ते कः? सः दट् योगी. योगी दिशः न अवलोकते. न अवलोकते दट् मीन्स् ही डस् नाट् केर् फार् ही डस् नाट् सी और् ही डस् नाट् अब्सर्व्. अवलोक इट् इस् टु अब्सर्व्. अवलोकते इस् टु अब्सर्व्. सो न अवलोकते, ही डज़न्ट् अब्सर्व्. That means he is in meditation, right? So, saha dishaha na avalokate. He doesn't care for the direction. He doesn't observe the direction. Okay. Patata. Vamataha, dakshnitaha, purataha, prishtataha, vapi, drishtim na prasareti. Neither left, neither right, back, front, he didn't see. Prasara, drishtim na prasarati. He does not spread his sight. Okay, drishtim na prasarati. He does not spread his sight. That means he is, now he is, agre patatu, agre nyatum shaknum. Manaha, samyamya. संयम्यः अन्तः वर्तमानम् आत्ममानेव ध्यायति. आत्मानम् एव ध्यायति. हिस् माइंड वाज़ इन अंडर इनर कंट्रोल. सो अन्तः वर्तमानम् अन्तः वर्तमानम् दट् विच् इस् एक्सिस्टिङ्ग् इन्सैड्. वाट् इस् एक्सिस्टिङ्ग् इन्सैड्? आत्मानं ध्यायति. हि मेडिटेट्स् आन् द सेल्फ् दट् इस् एक्सिस्टिङ्ग् इन्सैड्. अवधेयम् इति पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अधः अन्तः इत्येतेषां योगी षष्टिविभक्तिः प्रयुज्यते. पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अधः अन्तः इति एतेषां योगे. दट् मीन्स् विथ् दीस् वर्ड्स् षष्टिविभक्तिः प्रयुज्यते. षष्टिविभक्ति इस् यूस्ड्. इदानीम् एकं कार्यं कुर्मः. भवान् वदतु. द बुक् इस् आन् द टेबल्. ओके. पुस्तकं उपरि आसन्दः. कस्य उपरि? कस्य उपरि? आसन्तः. आसन्दस्य उपरि. एक्चुलि सीट्. कविता भगिनी, हा सीट् आसन्दस्य टेबल् आल्सो यू केन् से चेर्. मोर् इम्पोर्टेण्ट् चेर्. पुस्तकं आसन्दस्य अधोभागे अस्ति इति वदतु. अहमेव उक्तवती आङ्ग्लभाषायां वदनीयमासीत्. द बुक् इस् अण्डर् द सीट्. अस्तु. टु द लेफ्ट् आफ् द सीट् इति वदतु. पुस्तकः पुस्तकं सोरि पुस्तकं पुस्तकं वाम पृष्ठतः वाम टु द लेफ्ट वामतः पुस्तक पुस्तकं अस्थान आसन्दस्य आसन्दस्य आसन्दस्य वामतः आसीत् अस्ति अस्ति अच्छा विशालाक्षी भगिनी टु द राइट वदतु द बुक इस् टु द राइट पुस्तकं दक्षिणतः आसन्दस्य अस्मि अस्ति अस्मि अस्ति सोरि अस्ति अस्ति अस्ति अस्ति एवं वा एवं वाक्यानि लेखितव्यानि गृहकार्यं रूपेण अस्तु अग्रिमं पठतु विशालाक्षी भगिनी पठतु गीतायाः षष्ठाध्यायस्य दश तु एटीन् ऐ डोण्ट् नो वाट् काल् एटीन् ऐ फोगोट् दशतः अष्ट दशतः अष्ट अष्टादश पर्यन्तम् अष्टादश श्लोकान् उच्चैः पठत अस्तु अहम् अत्र स्थापयिष्यामि एकनिमिषः शेर् करिष्यामि षष्ठाध्यायस्य तत्र विभक्तिः का षष्ठी विभक्ति या एकनिमिषः अस्तु अत्र कार्यं तु नास्ति पठनीयं तावदेव तर्हि पठितुम् इच्छति किं भवती श्लोकान् कविता भवती पठितुम् इच्छति किम् आं भगिनि आं भगिनि अस्तु पठतु शल् कविता से और आई शुड से नैव भवती आरम्भं करोतु चिन्ता नास्ति अग्रे अस्ति 10-18 योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यत चित्तात्मा निराशीर परिग्रहः अत्र अधोभागे अर्थमपि अस्ति आवश्यकं चेत् कर्तुं शक्नुमः पठतु यतोहि अन्यथा तत्र पठतु आङ्ग्लभाषायामस्ति लेट् द योगी ट्राय् कान्स्टेण्ट्लि टु कीप् द मैण्ड् स्टेडि रिमेनिङ्ग् इन् सालिट्यूड् अलोन् वित् द मैण्ड् एण्ड् द बाडि कण्ट्रोल्ड् एण्ड् फ्री फ्रम् होप् एण्ड् कविट्यस्नेस् सो निराशीरपरिग्रहः परिग्रहः इस् आक्चुलि आल् सरौण्डिङ्ग्स् दट् डिस्ट्राक्टिव् सो निराशीरपरिग्रहः इस् कीपिङ्ग् अवे फ्रोम् बीङ्ग् फ्री फ्रोम् एकाकी इस् अलोन् एण्ड् रहसि स्थितः इस् इन् सालिट्यूड् बोत् आफ् इट् धन्यवादः कविता धन्यवादः पठतु कविता भगिनि आं भगिनि शुचौ देशे प्रतिष्ठाप्य स्थिरमासनम् आत्मनः एवं पठनीयं शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युत्तम नाति नीचम चैलाजिद कुशोत्तरम English translation. In a clean spot, having established a firm seat of his own, neither too high nor too low, a cloth, a skin, a kush, and a kusha grass, one over the other. Tattu idanim patitavantah eva. Dhanyavada. Vijay Kumar Mahoday patatu. Katre kagraham manam kritva yata chittendriyakriyam उपविश्य प्रियः तत्रेकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युज्या योगमात् योग आत्मने विशुद्धे योगमात्मविशुद्धये there having made the mind one-pointed with the action of the mind and the senses control, let him seated on the seat practice yoga for the purification of the self. Atmashuddhaye, for the purification of the self. तत्र एकाग्रं देट् मीन्स् वन् पायिण्टेड् मनः कृत्वा आफ्टर् मेकिङ्ग् द मैण्ड् देट् वे यतचित्तेन्द्रियक्रियः कीपिङ्ग् आल् द कण्ट्रोल् आफ् द सेन्सस् उपविश्य आसने आन् द आसन दट् हि हेस् क्रियेटेड् नौ फार् हिम्सेल्फ् बै पुटिङ्ग् द डियर् स्किन् एट्सेट्रा एट्सेट्रा वन् भवान् एव पठतु अग्रिमं श्लोकं समं कायशिरो ग्रीवं धारयन्नचलं स्थिरः सम्प्रेषणनासिकाग्रं सम्प्रेक्ष्यनासिकाग्रं स्वं दिशश्चानवलोकयन् नासिकाग्रं स्वयं स्वं दिश शानवलोकयम् दिशश्चानवलोकयन् अग्रे लेट् हिम् फर्म्लि होल्ड् हिस् बाडि हेड् एण्ड् नेक् एरेक्ट् एण्ड् स्टिल् गेजिङ्ग् अट् दि टिप् आफ् दि नोस् वितौट् लुकिङ्ग् अरौण्ड् Nasikagram, at the tip of the nose. Samprekshya. Samprekshya means nicely, not only looking, samprekshya. Gazing, looking very nicely. Okay. Dhanyavada. Vishalakshi Bhagini, agrimam pathatu. Prashantatma vigatabhihi brahmachari pratesthitaha manasayamya machittau युक्त आसीत् मत्परः मिच्चित्तौ नास्ति तत्र चित्तो अस्ति चित्तः इति वक्तुं शक्नुमः मच्चित्तो हा मच्चित्तो सेरीन् माइंडेड फियरलेस फर्म इन द वाव ऑफ अ ब्रह्मचारी हैविंग कंट्रोल्ड द माइंड थिंकिंग ऑफ मी दैट इज द लॉर्ड एंड बैलेंस्ड इन माइंड लेट हिम सिट हैविंग मी एज हिज सुप्रीम गोल. So when you all are chanting, when you all are chanting and when you all are reading, that time you can try to understand and try to correlate the words with the Samskrita words. Yeah, so Prashantatma, serene minded, Vigatabhi, he is without, That way. Yeah. Brahmachari vrate sthitaha, firm in the vow of Brahmachari, manas sayam machittaha. So that having controlled the mind, कविता भगिनी युञ्जन् युञ्जन्नेव सदात्मानम् योगी नियत मानसः शान्ति निर्वाण परमा परमां मत्संस्थां दिगच्छति मत्संस्थामधिगच्छति मत्संस्थामधिगच्छति Always keeping the mind balanced, the yogi with the mind controls attained to the peace, abiding in me, which culminates in liberation. So yunjan evam, keeping the mind balanced, sada atman, always. Sada Atmanam, keeping that mind, Yogi Niyata Manasaha, with the mind controlled, attains to be Shantin Nirvana Paramam, of that Shanti. Mat Samstham Adhigachati. Adhigachati is to go to him like this, Adhigachati, where he is. Astu. Vijay Kumar Mahodaya. चेकान्तमनशतः न चाति स्वप्रशीलस्य जाग्रतो नैव चार्जुनः नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन स्वप्नशीलस्य अतिस्वप्नशीलस्य योगः न भवति इति पठतु अर्थं पठतु Verily yoga is not possible for him who eats too much, nor for him who does not eat at all, nor for him who sleeps too much, nor for him who is always awake, O Arjuna. So, na ati ashnataha, so one who eats too much, yoga, na cha ekantam ashnataha, nor who eats too much. Na apicha na swapnashilasya, one who is the habit of sleeping, na jagrataha, not even that person who is fully awake. So, vaktum sulabha asti parantu karaniyam ityukte kinchit klesha haiva. Patatu. Karmasu yuktas स्वप्नप्रबोधस्य स्वप्नावबोधस्य युक्तस्वप्नावबोधस्य योगो भवति दुःखः अर्थं वदतु बेलेन्स् योगा बिकम् द डिस्ट्रायर् आफ् पेन् फार् हिम् हू इस् मोडरेट् इन् ईटिङ्ग् एण्ड् रियाक्षन् रिक्रियेशन् walking, etc. Who is moderate in extraction, in action, who is moderate in sleep and wakefulness. So moderation is the key if you can do it. Dhanyavada Mahode. Antimam. Shalakshi Bhagini Patat. यदा विनियतं चित्तं आत्मन्येवावतिष्ठते निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा. When the perfectly controlled mind rests in the self only, free from longing for all the objects of desires, then it is said he is united. Uttamam. धन्यवादः. इदानीं तत्र गीतासोपानस्य पुस्तके तत्र अभ्यासं प्रति गच्छामः. द्वितीयबिन्दुः पठतु भगिनी, विशालाक्षी भगिनी एव पठतु. पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अध भगिनी न श्रूयते. पुरतः, पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अधः, अन्तः, एतेषु उचितेन शब्देन रिक्तं स्थानं पुरयत. पूरयत. सो इन् फ्रण्ट् आफ्, बिहैण्ड्, लेफ्ट्, रैट्, अबौव्, बिलो एण्ड् इन्सैड्. दीस् फिल् अप् द ब्लाङ्क्स् वित् द करेक्ट् वर्ड्स्. प्रथमम् पाण्डवाः शिखण्डिनं डेश् स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. इन् फ्रण्ट् आफ् पुरतः. पाण्डवाः शिखण्डिनं पुरतः स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. द पाण्डवास् put Shikhandi in front of Bhishma for fighting. Shikhandi naha, okay, not nam, because otherwise it becomes Dvitiya Vibhakti. So Shikhandi naha, purataha thapaitva Bhishmena saha yuddham kuru. Saha yuddham kuru vanti. Dhanyavada. Kavita Bhagini, agrimam karvato. दुर्योधनः वैशंपायासनसरोवरस्य अन्तः आसीत्. हा, विजयकुमार महोदय, उत्तमम्. अन्तः आसीत्, उत्तमम्. अग्रे Duryodhan was inside the Vaishampayana sarovar. Vaishampayana. Astu, dhanyavadah bhagini. Vijay Kumar mahoday, karotu agrimam. Arjuna hai vishwa rupi nam krishnam, it will purata hai cha namasatvan. पृष्ठतः अपि वक्तुं शक्नुमः, पृष्ठतः पुरतः अपि. अस्तु, पुरतः अपि च पृष्ठतः, फ्रम् आल् सैड् हि हेस् डन् एक्चुलि. इन् द इलेवेन्थ् चाप्टर् अहं तत्र श्लोकस्य सङ्ख्यां न स्मरामि, परन्तु तत्र लिखितमस्ति, अहं प्रेषयिष्यामि. सर्वतः एव कृतवान् सः, पृष्ठतः अपि सर्वतः. सत्यं तत्तु सत्यं, परन्तु तत्र सर्वतः इति शब्दः नास्ति किल प्रश्ने नास्ति. तर्हि पृष्ठतः पुरतः इति वक्तुं शक्नुमः, वामतः दक्षिणतः अपि वक्तुं शक्नुमः. अत्र अस्ति किल 11.40 अस्ति तत्र, चत्वारिंशत् श्लोकं पश्यतु, अत्र एव स्थापयिष्यामि, एकनिमिषः. एकनिमिष अहं स्थापयिष्यामि अत्र. अत्र अहं स्थापितवती, पठतु महोदय, मे शेर् करिष्यामि. पठतु. नमपुरस्तात्ततं पृष्ठस्ते नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस्यं सर्वं समाप्रोषि ततोऽस्मि सर्वं. तत्र न अस्ति, नोषि अस्ति, तत्र सम्यक् न दृश्यते इति मन्ये, परन्तु न अस्ति. तर्हि पुरस्तः पृष्ठतः सर्वतः एव कृतवान्, सर्वतः एव कृतवान्. धन्यवादः महोदय. विशालाक्षी भगिनी अग्रिमं कृत्वा समापयतु. सत्त्वस्थाः गच्छन्ति तामसाः गच्छन्ति. वाट् इस् इट्? You have to see 14 to 18, 14.18. वदतु, एवमेव वदतु, तत्र अस्ति किल सत्त्वस्थाः. No, I won't be able to do that way. Sattvastaha. Sattvastaha is those who are with Satt Guna. And Tamasaha with Tamasaha Guna. Idani Madhat. Bhagini? दृश्यते किं प्रस्तुति? सत्त्वस्थाः उपरि गच्छन्ति. ऊर्ध्वम् इत्युक्ते उपरि, ऊर्ध्वम् उपरि गच्छन्ति. उपरि तामसाः अधः गच्छन्ति. अस्तु, अधः गच्छन्ति उपरि. शान्ति. ओके. या विजयकुमार महोदय, शान्तिमन्त्रं वदतु कृपया. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. अनेके धन्यवादाः, पुनर्मिलामः. अनेके धन्यवादाः.